गतरविवासरे अस्माकं विषयः आसीत् भ्वादिगणे नूतनकार्यम् अस्माभिः पठितं। तत्र किम् आसीत्? तत्र आसीत् केचन धातवः सन्ति ये नूतनप्रत्ययाः यैः नूतनप्रत्ययाः गृहीताः। यथा अस्माभिः पठितं यत् सामान्यतया शप् प्रत्ययः भवति भ्वादिगणे, केवलं शप् प्रत्ययः, विकरणप्रत्ययः शप् अस्ति, परन्तु केचन धातवः सन्ति यत्र नूतनप्रत्ययाः अपि आगच्छन्ति। ते धातवः के के सन्ति इति अस्माभिः पठितं। महोदय, भवत्या न श्रूयते, सम्यक् न श्रूयते महोदय, न्यूनमस्ति। अस्तु, नूतनप्रत्ययाः किञ्चित् उच्चैः वदतु जि। नूतनप्रत्ययाः भवन्ति तत्र, केचन धातवः सन्ति यत्र नूतनप्रत्ययाः भवन्ति। यथा अस्माभिः पठितं यत् अक्ष् धातु अस्ति, तत्र अक्ष् धातु मध्ये श्नु तु भवति एव, परन्तु विकल्पेन शप् तु भवति एव, परन्तु विकल्पेन श्नु अपि भवति अक्ष् धातु। तर्हि अक्षति अक्ष्णोति इति उभय भवति। तनुकरणे तक्षः इति अपि अस्ति, तत्र तक्ष मध्ये अपि विकल्पेन श्नु भवति, तक्षति तक्ष्णोति इति भवति। तदनन्तरं केचन धातवः सन्ति ये स्वार्थे एव सन् प्रत्ययः भवति स्वार्थे एव। सामान्यतया सन् प्रत्ययस्य अर्थः अस्ति कर्तुम् इच्छा, परन्तु केचन धातवः सन्ति यत्र सन् प्रत्ययः भवति स्वार्थे एव, यथा गुप् धातु अस्ति, तिज् धातु अस्ति, किद् धातु अस्ति, तत्र स्वार्थे सन् प्रत्ययः भवति। तदनन्तरं मान् धातु अस्ति, बल् धातु अस्ति, दान् धातु अस्ति, शान् धातु अस्ति, तत्र अपि स्वार्थे सन् प्रत्ययः भवति। तत्र तु एकम् अधिकं कार्यमपि अस्ति यत् अभ्यासस्य, सन् प्रत्ययमध्ये द्वित्वं भवति खलु, तत्र द्वित्वं भवति, तदनन्तरम् अभ्यासस्य दीर्घत्वम् अपि भवति इति अपि एकं कार्यमस्ति। तदनन्तरं केचन धातवः सन्ति यत्र आयप्रत्ययः आगच्छति। अत्र चिन्तनीयं यत् ये प्रत्ययाः सन्ति ते नित्यम् आगच्छन्ति, विकल्पेन न आगच्छन्ति, तत्र सर्वदा आगच्छन्ति, विकल्पेन न। तत्रापि यदा ते प्रत्ययाः आगच्छन्ति ते विशेष अर्थे न अपि तु स्वार्थे एव आगच्छन्ति। तथा गुप् धातु अस्ति, धूप् अस्ति, पण् अस्ति, पन् अस्ति, तत्र आयप्रत्ययः भवति स्वार्थे, आयप्रत्ययः। तत्र आयप्रत्ययस्य सामान्यतया तस्य आर्धातुके कार्यं भवति, परन्तु गुप् धूप् पण् पण् धातवः सन्ति यत्र तस्य कार्यं सार्वधातुके अपि भवति भ्वादिगणे इति विशेषमस्ति। तदनन्तरं एकमस्ति णिङ् प्रत्ययः। तर्हि इदानीं वयं णिङ् प्रत्ययस्य विषये पठामः। तर्हि अस्तु, तर्हि को अस्ति? मीना महोदय पठतु। णिङ् प्रत्ययः कमेर् णिङ् कमुत्कान्तौ इत्यर्थे इत्यस्मात् णिङ् प्रत्ययः भवति स्वार्थे। कमेः पञ्चम्यन्तं, निङ् प्रथमान्तं, द्विपदमिदं सूत्रं, सूत्रं स्वयं सम्पूर्णं कमेः निङ्। अग्रे निङ् प्रत्यये नकारयोः इत्संज्ञा इ इति अवशिष्यते। ङित् इत्यनेन आत्मनेपदं भवति। णित् इत्यस्मात् अतः उपधायाः इत्यनेन उपधाभूतस्य अकारस्य वृद्धिः भवति। सूत्रं नाम महोदय, किमर्थम् उपधायाः दीर्घः भवति, किमर्थम् आत्मनेपदं भवति ङित् इत्यनेन, सूत्रं न स्मरामि। कमु कम् धन्यवाद भगिनि. कं योगः इ अथ अथ उपधायाः दाससूत्रं कामि कामि योगः शप् गुणः भवति. अतः उपधायाः कामि कामि योगः शप् गुणः कामे योगः कामय कामयते. अत्र कमेर् यथा गुप् धूप् पण् पण् मध्ये आय आगच्छति तथा कमेरणि इति सूत्रेण णिङ् प्रत्ययः भवति स्वार्थे एव कम् धातु कृते कम् कमेः णिङ्. तर्हि णिङ् प्रत्ययः तत्र णकारस्य अपि णित्वं भवति णकारस्य अपि नकारः अपि इत् अस्ति. केन सूत्रेण नकारः इत् भवति? चुटु इति सूत्रेण. णकारः अपि णित् भवति हलन्त्यम् इति सूत्रेण. तर्हि नकारः णित् अस्ति अतः आत्मनिपदत्वं भवति अनुदात्त णित् आत्मनिपदम् इति सूत्रेण. तदनन्तरं णित् अस्ति णकारस्य इत् अस्ति अतः एकं सूत्रम् अस्ति अस्माभिः पूर्वं न पठितम् अग्रे वयं पठामः. परन्तु उपधायाः एकं सूत्रम् अस्ति तत् सूत्रं वदति यदा णित् अस्ति णित् णकारस्य इत् संज्ञा भवति प्रत्ययस्य तर्हि अङ्गे तर्हि अङ्गः यदि अदन्त अङ्गं यदि उपधाया मध्ये ह्रस्व आकारः अस्ति अत उपधा यदि अस्ति तर्हि तत्र वृद्धिः भवति इति अस्ति. तर्हि यथा कमु अस्ति कम् कम् कमेरणिङ् इति सूत्रेण कम् योगः इ भवति. अत्र इ अस्ति इ तत्र वस्तुतः णिङ् अस्ति नकारस्य इत् अस्ति अतः अत उपधायाः इति सूत्रेण क अ म अ इति ह्रस्व अकारः उपधायाम् अस्ति अतः तस्य दीर्घत्वं भवति वृद्धिः भवति. कामि इति नूतनधातुः भवति कामि योगः शप् इदानीं सार्वधातुक आर्धातुकयोः इति सूत्रेण गुणः भवति कामे योगः अ कामय इति अङ्गं भवति कामयते इति भवति. तर्हि यदि तर्हि अत्र णिङ् प्रत्ययः भवति अतः तत्र कामि इति धातुः भवति. यदि णिङ् प्रत्ययः नास्ति चेत् कमते इति किमपि भवति रूपं कमते नास्ति. तर्हि अग्रे अग्रे पठतु किन्तु निच् प्रत्यये अपि नकारस्य इति भवति खलु. सत्यं तथा तथा तत्र तत्र अपि वृद्धिः भवति पठ तत्र पाठयति पाठयति अत उपधायाः इति सूत्रेण वा अचुर्णिति अपि अत उपधयास्तु तद्वयमस्ति. आर्धधातुकलकारेषु आयादय आर्धधातुके वा इत्यनेन विकल्पेन णिङ् प्रत्ययः यथा लटि लृटि णिङ् पक्षे कामयिष्यते णिङ् अभावे कामिष्यते. तर्हि अस्माकं खलु अत्र आयप्रत्ययः णिङ् प्रत्ययः इति आयादय अस्ति आय आदय एकं समूहः अस्ति तत्र आय इयङ् णिङ् इति प्रत्ययः अन्तर्भूताः भवन्ति ते आर्धातुकविवक्षायां भवन्ति विकल्पेन. तर्हि अत्र अपि णिङ् प्रत्ययः विकल्पेन आर्धातुक आर्धातुकप्रकरणे भवति. तर्हि लृट् लकारे कामयिष्यते अथवा कामिष्यते इति द्वयमपि भवति. परन्तु अत्र तत् कार्यं नास्ति. कमेरणिङ् मध्ये सूत्रं वदति यत् णिङ् प्रत्ययः तु भवति एव कम् धातु अनन्तरं सार्वधातुके लकारेषु अपि लट् लकारे लोट् लकारे अपि णिङ् प्रत्ययः भवति अतः तत्र विशेषमस्ति. अस्तु इति णिङ् प्रत्ययस्य कार्यं समापयति. अस्तु अग्रे गच्छामः. धन्यवादः महोदय. तर्हि इदानीम् अग्रिमकार्यमस्ति यत् कुत्रचित् दिवादिगणीय इव षण् प्रत्ययः अपि तस्यापि विकरणं भवति. तर्हि धातुः अस्ति भ्वादिगणे, तत्र शप् अपि भवति, परन्तु विकल्पेन शन् अपि कुत्रचित् भवति. यथा अस्माभिः पठितं खलु, अक्ष् मध्ये श्नु अपि विकल्पेन भवति, तक्ष् मध्ये विकल्पेन श्नु भवति, तथैव केचन धातवः सन्ति भवादिगणीयधातवः यत्र विकल्पेन श्यन् भवति, श्यन् इति. वयं पठामः. अस्तु अग्रे विजया महोदय पठतु. आन्ति दिवादिगणीयः इव श्यन् इति व्यकरणं वा प्राश् लाश् भ्रमु चलने क्रम् क्लम् प्रसृट् लश् लशः एतत् एतेभ्यः शन् विकल्पेन भवति. कर्तर्तृकः प्रत्यये परे ब्राह्य एतत् सर्वं तत्र रूपं धातुः अस्ति. एतत् वा इति पूर्वम् अस्ति खलु, वा इति तत्र अव्ययपदम्. अनन्तरम् एतत् धातुः सर्वे एतेभ्यः सर्वे पञ्चम्यन्तम् अस्ति. एतत् द्विपदमिदं सूत्रं दिवादिभ्यः ष्यन् इत्यस्मात् ष्यन् इत्यस्य अनुवृत्तिः. तत्र कर्तरि शप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः. सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः. प्रत्ययः परः च इत्यनयोः अधिकारः. धातोरेकाचः अलादेः क्रियासमभिहारे यङ् इत्यस्मात् धातुभ्यः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् एतत् वयं पूर्वमेव पठितवन्तः. राश् ग्लाश् भ्रमु चलने क्रम् क्लम् त्रस् त्रुत् लश् एतेभ्यः एतेभ्यः धातुभ्यः षन् प्रत्ययः परः वा कर्तरि सार्वधातुके अनुवृत्तिसहितसूत्रमेव एतत् सर्वम् अनुवृत्तिसहितसूत्रं ब्राश् ग्लाश् पठतु पठतु. ब्लाश् ब्राश् ब्लाश् भ्रमु चलने क्रम् क्रम् प्रस्तृत् लश् लश धातुभ्यः क्षन् प्रत्ययः परः च वा कर्तरि सार्वधातुके. एतत् सर्वं दिवादिभ्यः गणे क्षन् प्रत्ययम् उपयोगं कुर्मः. तत्र किमपि नास्ति खलु जि, प्रथमम् अस्ति वा इति पदम् अव्ययपदम्. अनन्तरम् एतत् धातुभ्यः एतत् सर्वं पञ्चम्यन्तम् अस्ति द्विपदमिदं सूत्रं. ष्यन् इति प्रत्ययमस्ति, विकर्णप्रत्ययमस्ति, दिवादिभ्यः ष्यन् इति. अनन्तरम् इत्यस्य अनुवृत्तिः कर्तरि शप् अस्ति. अनन्तरम् अनुवृत्तिसहितसूत्रमस्ति. तावदेव तत्र सत्यं. तर्हि अत्र पश्यतु, केचन अत्र सामान्यतया दिवादिगणीयधातुभ्यः षन् प्रत्ययः भवति, परन्तु अत्र अत्र लिखितमस्ति यत् भ्राश् ब्लाश् भ्रमु क्रं क्लं त्रस्त्रुट् लश् अत्र अपि विकल्पेन षन् भवति. तर्हि प्रथमं तु चिन्तनीयमस्ति यत् एते सर्वे धातवः दिवादिगणीय न सन्ति. यदि दिवादिगणीय एव सन्ति तर्हि भिन्नसूत्रस्य आवश्यकता एव नास्ति. दिवादिभ्यः षण् इति सूत्रेण षण् प्रत्ययः भवति. यथा यतः अत्र विशेषसूत्रं लिखितमस्ति, तस्य अर्थमस्ति यत् एते धातवः तु वस्तुतः दिवादिगणीयः न सन्ति, परन्तु विकल्पेन षण् प्रत्ययः अत्र अपि भवति. अतः भ्राश् ब्लाश् भ्रम् क्रम् क्लम् त्रस् त्रुट् लश् एतेभ्यः धातुभ्यः षण् प्रत्ययः भवति कर्तरी सार्वधातुके विकल्पेन. तर्हि एकस्मिन् पक्षे शप् भवति, एकस्मिन् पक्षे ष्यन् भवति इति वाक्यं. किञ्चित् उच्चैः वदतु महोदय, न्यूनं भवतः शब्दं न्यूनमस्ति. श्रूयते विजया महोदय अग्रे पठतु। विजया महोदय क्षम्यतां जि, तत्र मम प्रश्नः विभागीयव्ययः शन् इति विकर्णप्रत्ययं शाश्वतमेव, तत्र विकल्पेन किमर्थम् उक्तवान् भवान्? न न, मया उक्तं यत् एते धातवः ये सन्ति ते वस्तुतः दिवादिगणीयधातवः न सन्ति, ते अन्यगणः सन्ति, भवादिगणीयः सन्ति, तत्र भवादिगणीयधातवः सन्ति, अतः विशेषरूपेण सूत्रं लिखितं यत्र यत् धातु भवादिगणीय अस्ति परन्तु तत्र विकल्पेन शन् आगच्छति इति। अस्तु जि, अस्तु अस्तु, भुवादिगणे अपि अस्ति शत् इति प्रत्ययम्, अनन्तरं दिवादिगणे अपि अस्ति शन् इति विकल्पेन। न न, धातु दिवादिगणे नास्ति, धातु भवादिगणे एव अस्ति परन्तु विकल्पेन शन् प्रत्ययः गृह्णाति इति। अस्तु जि, अस्तु जि, सम्यक्, समीचीनमेव, धन्यवादः। पठामि वा? शुभाश्रु दीप्तौ प्रकाशते, राश् योगः, तत्र तु इति चुटु इति अनेन सूत्रेण इत् भवति वा? आदिर्चुटु वा, अस्तु अस्तु, आदिः अस्ति अतः अस्तु जि। ब्राश् योगः शप् विकल्पेन शन्द, तत्र द्वयोः अपि तत्र सा तत्र प्रसक्तिः अस्ति, तत्र ब्राश् इत्युक्ते तत्र ब्राश् योगः न अन्यपदमपि अस्ति ब्राश्य, तत्र ब्राशते अनन्तरं ब्राश्यते, एतत् हे पदम् आत्मनेपदमेव, ब्राशते ब्राश्यते इति। आम् शप् इति प्रत्ययम् उपयोगं कुर्मः चेत् तत्र ब्राश् इति आगच्छति, क्षन् इति पदम् उपयोगं कुर्मः चेत् तत्र ब्राश्य इति आगच्छति, ब्राशते ब्राश्यते इति। अनन्तरं तुब्लाश्रु इति दीप्तौ इति अर्थः प्रकाशते, ब्लाश् इति पदमस्ति, शप् शन् उपयोगं कुर्मः चेत् तत्र ब्लाश अनन्तरं ब्लाश्य, ब्लाशते ब्लाश्यते इति रूपं निष्पन्नं तत्र, लटि एव आत्मनेपदं, भ्रमु चलने इत्युक्ते तत्र भ्रमणं करोति, तत्र भ्रमणम् इत्युक्ते युदन्तम् एव, तत्र भ्रमणं करोति, ब्रह्मो योगः ब्रह्म योगः शप् शन् प्रत्ययम् उपयोगं कुर्मः चेत् तत्र ब्रह्म ब्रह्म्य भ्रमति भ्रम्यति इति रूपं निष्पन्नं, क्रमो पादविक्षेपे तत् अस्तु अस्तु धन्यवादः। अस्तु जि, धन्यवादः। अग्रे विजि महोदय अस्ति खलु, आम् महोदय, क्रमो क्रमो पादविक्षेपे पादाभ्यां चलति इति अर्थः, क्रम योगः शप् वाष्यन् क्रमः परस्मैपदेषु इति सूत्रेण क्रम क्राम क्रम क्राम क्राम्य, तर्हि रूपं क्रमते क्रामति क्रामति क्राम्यति, क्रमु सूत्रमस्ति सूत्रमस्ति, एकं पठतु, क्रमः परस्मैपदेषु अग्रे। अधोभागे अस्ति क्रमः आमां धन्यवादः, क्रमः परस्मैपदेषु क्रम धातुरूपी अङ्गस्य अचः दीर्घत्वं परस्मैपदे क्षितिपरे क्रमः षष्ट्यन्तं परस्मैपदेषु सप्तम्यन्तं द्विपदम् इदं सूत्रम् ष्टुक्लमुचमां क्षिति इत्यस्मात् क्षिति इत्यस्य अनुवृत्तिः वचनपरिमाणं कृत्वा षित्सु सामाष्ठानां दीर्घः श्यनि इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः अचश्च इति परिभाषासूत्रेण यत्र यत्र ह्रस्वः दीर्घः प्लुतः च विधीयन्ते तत्र तत्र अचः इति षष्ट्यन्तं पदम् आगत्य उपस्थितं भवति अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिः सहितसूत्रं क्रमः अङ्गस्य अचः दीर्घः ष्टिषु परस्मे पदेषु इत्युक्ते क्रमः इति परस्मैपदे उपयुज्य क्रम इति क्राम इति दीर्घं भवति नाम महोदय तर्हि तत्र क्रम यत् धातु अस्ति क्रम यत् धातु अस्ति तत्र धातुरूपी परस्मैपदे धातु परस्मैपदेषु अत्र दीर्घत्वं भवति कदा यत्र षित् प्रत्यय परे अस्ति परे अस्ति तर्हि यदा षित् प्रत्ययः परे अस्ति तर्हि क्रम धातोः दीर्घत्वं भवति परस्मैपदेषु इति सूत्रं वदति षित् वदति षित् षित् प्रत्यय परे षित् तर्हि अत्र उपरि यदा वयं पठामः क्रम योगः शप् शन् तत्र एकस्मिन् पक्षे क्रम अस्ति एकस्मिन् पक्षे क्रम्य इति भवति उभयत्र षित् प्रत्ययः अस्ति अत्र यथा यत्र यत्र परस्मैपदीरूपम् अस्ति तत्र तत्र दीर्घत्वं भवति अतः क्रमते एकं रूपं भवति क्रमते तत्र आत्मनिपयित्वम् अस्ति अतः तत्र दीर्घत्वं न भवति अतः क्रमते इति एव भवति परन्तु क्रामति क्राम्यति तत्र पठतु तत्र परस्मैपयित्वम् अस्ति तत्र परस्मैपदि इति तत्र क्रमति क्राम्यति अकार दीर्घत्वं भवति क्रामति क्राम्यति इति तर्हि यत्र यथा अस्माभिः पठितं खलु ष्ठिवु क्लमु च मां क्षिति इति सूत्रम् अस्माभिः पठितं खलु तत्र तत्रापि दीर्घत्वं भवति खलु षित् प्रत्ययपरे अत्र अपि क्रमधातुमध्ये अपि क्रमधातुमध्ये अपि षित् प्रत्ययः परे दीर्घत्वं भवति परन्तु केवलं परस्मैपदेषु आत्मन्यपदेषु न इति भेदः अस्ति प्रत्ययः किं सूचयति महोदय षित् प्रत्ययः इत्युक्ते यत्र षकारः इत् अस्ति तत् शप् अपि अस्ति श्यन् अपि अस्ति क्लमु ग्लानौ श्रान्तः भवति क्लम् महोदय मम एकः प्रश्नः अस्ति अत्र उभयपदी इति कथं जानीमः अत्र तु अत्र उभयपदी कथं जानीमः अत्र उभयपदीसूत्रं किम् अस्ति स्वरितनिता कर्म कर्तृभिप्राये क्रियापदे आत्मनेपदी इति सूत्रमस्ति उभयपदी ततः उभयपदी अभवति आं सत्यं तर्हि तत्र स्वरित तर्हि तत्र एकनिमिष अस्माभिः मया अत्र मम अपि कदा तत्र उपदेश धातु स्वीकृत्य द्रष्टव्यम् एकनिमिष आम् सत्यं तर्हि तत्र तत्र स्वरितनितकर्मपरिप्रायक्रियाफले इति सूत्रमस्ति खलु, सर्वे सर्वे अवगच्छन्ति खलु? अवगच्छन्ति वा? आं महोदय. तर्हि तत् हा तर्हि स्वरितनितः कर्तृभिप्रायक्रियाफले इति सूत्रमस्ति. तद् वदति यत् यस्य धातोः स्वरितस्वरस्य नकारस्य च इत्संज्ञा भवति तस्य क्रियायाः फलं कर्तुः अस्ति चेत् धातुतः आत्मनेपदी आत्मनेपदी प्रत्ययः विहितः, फलं कर्तुः नास्ति चेत् धातुः परस्मैपदी विहितः. तर्हि अत्र क्रममध्ये यत् क्रमु अस्ति उकारस्य नित् इत्संज्ञा अस्ति खलु प्रदेशे अजानित्यक इत्, तत्र स्वरित भवेत् अतः स्वरित भवेत् अतः तत्र उभयपदी भवति. यत्र यस्य स्वरवर्णस्य इत् अस्ति तस्य स्वरित अस्ति वा उदात्त अस्ति वा अनुदात्त अस्ति वा इति द्रष्टव्यं. तेन वयं ज्ञातुं शक्नुमः यत् तत्र आत्मनिपयित्वम् अस्ति वा परस्मिपयित्वम् अस्ति वा इति. परन्तु यस्य स्वरवर्णस्य संज्ञा नास्ति तेन वयं ज्ञातुं शक्नुमः यत् तत्र स्टेट् अस्ति वा अनिट् अस्ति वा इति अस्माभिः पूर्वं पठितं. तत्र अत्र स्वरित प्रायः स्वरित स्वरित अचवर्णस्य इत् संज्ञा अस्ति अतः तत्र परस्मैपदी अस्ति. किन्तु अनुवृत्तिसहितसूत्र अस्तु प्रश्नद्वयम् अस्ति इदानीं तु सूत्रं वदति स्वरित स्वरितस्वरस्य इत्संज्ञा अस्ति अथवा नित् अस्ति वा, इत्युक्ते द्वयमपि आवश्यकं नास्ति? न न द्वयमपि नास्ति. अपि च इदानीं तु अनुवृत्तिसहितसूत्रम् आत्मनेपदम् इति वदति, ततः वयं कथं जानीमः उभयपदी? एकवारं पुनः पुनः भवती तत् सूत्रं पठतु, तत्र लिखितमस्ति एकवारं अग्रे तत्र पूर्वं पूर्वस्मिन् करपत्रे गत्वा अनन्तरं पठतु तत्र कथं तत् उभयपदी भवति लिखितमस्ति. महोदय महोदय प्रश्नः अस्ति अत्र क्रमुदातु अस्ति सूत्रानन्तरं क्रम वा क्राम क्राम्य क्रम एव केन सूत्रेण क्रम एव आगच्छति अहं न अवगतम्. शप् तु आगच्छति खलु, शप् तु अस्ति एव कर्त्री शप् इति सूत्रेण शप् तु भवति एव विकल्पेन श्यन् भवति. आं महोदय बट् अत्र क्रम क्राम क्राम्य त्रीणि रूपाणि सन्ति. क्रम केन शप् आगच्छति? क्रम शप् आगच्छति चेत् क्रम, श्यन् भवति चेत् तत्र क्रम्य. क्राम्य प्रथमं क्रम एव अस्ति. क्रम किमर्थं कथम् आगच्छति इति दीर्घत्वं केवलं क्रम एकस्मिन् पक्षे शप् भवति तर्हि क्रम अस्ति, एकस्मिन् पक्षे श्यन् अस्ति तर्हि क्रम्य अस्ति. परन्तु परस्मैपदेषु एव दीर्घत्वं भवति, क्रमते इति आत्मनेपदी अस्ति अतः दीर्घत्वं न भवति. अवगतम् अवगतं, परस्मैपदेषु एव दीर्घं भवति. अवगतं न महोदय, धन्यवादः धन्यवादः भगिनि. अस्तु विजि महोदय अग्रे पठतु. क्लमु ग्लान श्रान्तः भवति, क्लम् योगः शप् वास्यन् स्टुक् क्लमु च क्लमु चमं क्षिति इति सूत्रेण क्लाम इति अत्र दीर्घत्वम् आगच्छति, क्लाम्य क्लामति क्लाम्यति इति रूपं निष्पन्नं. तदनन्तरं त्रस भयेन कम्पते इति अर्थं. त्रस् योगः शप् वाष्यन् त्रस् त्रस्य त्रसति त्रस्यति. अत्र परिवर्तनं किमपि नास्ति किल? त्रस् योगः सप्तप्रत्यये तिङ्प्रत्यये. लष् कान्तौ इच्छति इति लष् योगः शप् वाष्यन् लष लष्य लषति लषते लष्यति उभयपदम् इति मन्ये. लषति परस्मैपदी लषते लष्यति इति लषते आत्मनेपदी लषति लष्यति इति परस्मैपदी. तर्हि प्रायः अत्र शन् प्रत्ययः यत्र अस्ति तत्र आत्मनेपदीरूपं न भवेत् इति अहं चिन्तयामि. नो चेत् तत्र लिखितम् अस्ति तर्हि लषति लषते लष्यति. आम् तत्र क्रम्यते अपि नास्ति खलु? न क्रम्यते अपि नास्ति. तदनन्तरं अचच्च इति महोदय अत्र अचच्च स्टिवु क्लमुचमांश इति तु अस्माभिः पूर्वमेव दृष्टं. अस्तु अग्रे पठतु. इमे धातवः अग्रे अत्र स्टिवु क्लमुचमाम् इति सूत्रम् इमे धातवः भ्वादिगणे पठिताः न तु दिवादिगणे. अनेन विशिष्टसूत्रेण ष्यन् इति विकरणप्रत्ययः विहितः. ष्यन् अभावे शप् इति सामान्यं भ्वादो कर्तरि शप् इति सूत्रेण. इमे धातवः भ्वादिगणे एव सन्ति किन्तु विशिष्टसूत्रेण ष्यन् इति विकरणं प्रत्ययः उपयुज्य परिवर्तनं कुर्मः किल वा महोदय? अत एव विकरणप्रत्यये विहितः अत एव रूपम् अपि निष्पन्न. धातवः तु भवादिगणे सन्ति परन्तु विकल्पेन षण् प्रत्ययः अस्ति. परन्तु तस्य अर्थम् एतं न भवति यत् धातवः दिवादिगणे सन्ति, तथा मा चिन्तयतु. धातवः तु भवादिगणे एव सन्ति, शप् तु तत्र भवति परन्तु विकल्पेन ष्यन् अपि भवति इति अस्ति वार्ता. ष्यन् इति आगच्छति चेत् अर्थमपि विशिष्ट अर्थं भवति वा? न, प्रायः नास्ति. तत्र एकस्मिन्नेव अर्थे विकल्पेन षन् विकल्पेन शप् इति भवति. परन्तु प्रश्नः अस्ति यत् धातवः दिवादिगणीयः न सन्ति, धातवः द्वादिगणीयः सन्ति, द्वादिगणीयः. परन्तु अत्र लिखितमस्ति त्रुट् धातुः अस्ति, किञ्चित् विशिष्टमस्ति. अग्रे पठतु. त्रुट् धातुः त्रुधादिगणे अस्ति. तत्र गुणनिषेधे त्रुटति त्रुट्यति. अन्यधातवः भवादिगणीयः सन्ति. किमर्थं गुणनिषेधः? त्रुट् धातु त्रुधादिगणे इत्युक्ते अपित् अपित् किङित्वत् अतः गुणनिषेधः. सम्यक्. तर्हि त्रुट् तर्हि अन्यधातवः भवादिगणीयः सन्ति परन्तु त्रुट् धातु त्रुदादिगणीयः अस्ति, अतः एकस्मिन् प्रत्यये श विकरणप्रत्यये अस्ति, अन्यस्मिन् पक्षे ष्यन् विकरणप्रत्यये अस्ति, उभयत्र अपित् अस्ति अतः गुणं न भवति. तर्हि त्रुटति यथा श प्रत्ययः भवति, त्रुट्यति ष्यन् प्रत्ययः. ष्यन् प्रत्ययः. आम् महोदय. इति भवादिगणे समग्रं तिङ् सम्बन्ध पठतु. किमर्थम् एकनिमिष विजिमहोदय समापयतु. मनी इन्ट्रप्शन्स्. त्रुटु धातुः त्रुधादिगणे अस्ति इति भवादिगणे समग्रं तिङ् सम्बन्धं सार्वधातुकप्रकरणचिन्तनं समाप्तम् दीर्घकरपत्र तु बहु दीर्घः अस्ति महोदय. भवादिगणे बहूनि सूत्राणि सन्ति. भवान् बहूनि सूत्राणि सन्ति परन्तु भवादिगण सर्व सर्वेषु गणेषु बृहत् गणः अस्ति खलु. तत्र उपसहस्र उपसहस्रधातवः सन्ति, अबौट् 1000 धातवः सन्ति. परन्तु इदानीं सर्वे भवन्तः सर्वे भ्वादिगणे कोऽपि धातुः अस्ति चेत् तस्य लट् लकार, लोट् लकार, लङ् लकार, विधिलिङ्ग् लकार रूपं कर्तुं भवन्तः सर्वे सक्षमाः सन्ति इदानीं. तर्हि पश्यतु अबौट् 1000 धातूनां कृते भवन्तः सर्वे लट् लोट् लङ् विधिलिङ्ग् रूपाणि अधुना जानन्ति. भ्वादिगणे ये धातवः सन्ति तेषां कृते लट् लोट् लङ् विधिलिङ्ग् रूपाणि के के सन्ति, रूपाणि कानि कानि सन्ति इति इदानीं वयं सर्वे जानीमः. तत्र विभज्य तत्र बहु महोदयेन बहु सुलभेन दत्तं महान् कार्यं सर्वमस्ति. बहु सुलभरूपेण अत्र दर्शितम् एकस्मिन् सोपाने लट् लोट् लङ् विधिलिङ्ग् कृते यत् तिङ् प्रत्ययः अस्ति तस्य निर्माणम्, अन्यस्मिन् सोपाने भवादिगणीयधातूनां कृते अङ्गकार्यं किम् अस्ति एतत् सर्वम् अस्माभिः इदानीं पठितं. तदनन्तरम् अङ्गस्य तिङ्प्रत्ययस्य योजनं कथं भवति इति अपि अस्माभिः पूर्वस्मिन् करपत्रे अस्माभिः पठितम्. इदानीं त्रीणि सोपानि समाप्तानि, अतः भवादिगणे रूपाणि कानि कानि सन्ति इति वयं ज्ञातुं समर्थः. मीना महोदय, भवत्याः प्रश्नः. मम प्रश्नः किमर्थं पाणिनिमहर्षि सोमस् भ्रमः करोति, किमर्थम् एताः दातवः दातवः भ्वादिगणे अपि षण् प्रत्ययं षप्रत्ययम् अपि भवति, किम लाभं किम्? तत्र रूपं तु तदेव अस्ति खलु व्याकरणे. दट् हौ इट् इस् इन् लैफ्. रूप व्याकरणं कथं भवति भाषायां रूपद्वयमेव अस्ति. पाणिनी महोदयेन दृष्टं यत् भाषायां रूपद्वयम् अस्ति, रूपं दृष्ट्वा एव सः सूत्राणि करोति. प्रथमसूत्रम् आगच्छति तदनन्तरं रूपं भवति इति नास्ति. भाषायां रूपद्वयं अस्ति. त्रस् धातु कृते त्रसति त्रस्यति अपि अस्ति. भ्राश् धातु कृते भ्राशते भ्राश्यति उभयम् अस्ति. भ्रम कृते भ्रमति भ्रम्यति उभयम् अस्ति इति पाणिनिना. सत्यं प्रथमं भाषा भवति तदनन्तरं व्याकरणम् आगच्छति. व्याकरणस्य अनुसारं व्याकरणानुसारं भाषा न भवति, भाषा अनुसारं व्याकरणं भवति. उदाहरणम् एतदेव अस्ति अत्र. अतः सः पठति यत् ओ भ्रं मध्ये शपपि भवति श्यनपि भवति उभयरूपद्वयं भवति. ओ अस्तु, तर्हि एकस्मिन् नूतनसूत्रस्य आवश्यकता अस्ति यत्र अहं लिखामि विकल्पेन श्यन् आगच्छति. अतः तेन सूत्रं कृतं वा भ्राष्ट भ्लाष्ट भो. तत्रापि पश्यतु खलु भाषा तु दीर्घा अस्ति, बहु दीर्घा भाषा अस्ति संस्कृतभाषा. परन्तु तेन पेटर्न् दृष्टं यत् तेन एकं तत्र समानता तेन दृष्टा यत् ओ भ्राश् मध्ये अपि अस्ति भ्राश् मध्ये भ्रं मध्ये क्लं क्लं त्रस् त्रुट् लश् अत्र सर्वत्र अस्ति. अतः एकस्मिन्नेव सूत्रे अहं तत्र स्थापयामि एतत् विचित्य सः वा भ्राश भ्राम् इति सूत्रं तेन रचितम् इति तस्य महान् उपलब्धिः अस्ति. धन्यवादः महोदय. अस्तु, तर्हि इदानीं भ्वादिगण इति करपत्रं समाप्तम्. इदानीं नूतनकरपत्र कृपया उद्घाटयन्तु सर्वे. दिवादिगण इदानीं दिवादिगणीयधातूनां कृते अङ्गकार्यं कथं भवति इति वयं पठामः. दिवादिगण सर्वे प्राप्नुवन्ति वा? आम् महोदय. आम् महोदय. अस्तु अस्तु, तर्हि पठामः इदानीं. को अस्ति अग्रे? को अस्ति? सुमन् महोदय पठतु. अस्तु महोदय. दिवादिगणे कर्तृत्वार्थे सार्वधातुकप्रत्यये परे धातुभ्यः ष्यन् विकर्णप्रत्ययः विहितः अस्ति. सर्वप्रथमं कर्तरि शप् इत्यनेन शप् विहितः, तदा कर्तरि शप् इति सूत्रं प्रभाद्य दिवादिभ्यः ष्यन् आगत्य कार्यं करोति. किमर्थम्? अस्यां दशायां दिवादिभ्यः ष्यन् सर्वस्य कार्यं न करोति. क्षम्यताम्, दिवादिभ्यः ष्यन् स्वस्य कार्यं न करोति चेत् इदं सूत्रं निरवकाशं भविष्यति. कर्तरि शप् इत्यस्य अन्यत्र लब्धावकाशः अस्ति. अतः दिवादिभ्यः ष्यन् कर्तरि शप् इत्यस्य अपवादभूतसूत्रम्. पूर्व पर नित्यान्तर नित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषाया यत् सूत्रम् अपवादः अस्ति, तत् अपरस्य अपेक्षया बलवत्. अतः अत्र दिवादिभ्यः ष्यन् इति सूत्रस्य कार्यं सिद्ध्यति. अस्तु, एतत् परिचयं वदति. इदानीं दिवादिगणे धातुः अस्ति, तत्र कर्तृत्वे सार्वधातुकप्रत्यय आदेशः भवति. इत्युक्ते किमपि लकारस्य लस्य सार्वधातुक लकारस्य ती वा तु वा किमपि आगच्छति चेत् तत्र कर्तरि शप् इति कार्यं करोति. धातोः साक्षात् परं शप् आदेशः भवति, शप् आगच्छति. क्षम्यताम्, अनन्तरं शप् प्रभाद्य दिवादिभ्यः ष्यन् इति कार्यं करोति. अनन्तरं किमपि ती वा ते वा योजयामः, क्रियापदं निर्माणं भवति. किन्तु प्रश्नः अस्ति, दिवादिभ्यः ष्यन् किमर्थं शप् प्रभाद्य दिवादिभ्यः ष्यन् किमर्थं कार्यं करोति? उत्तरमस्ति, अत्र कार्यं न करोति चेत् दिवादिभ्यः ष्यन् अन्यत्र कुत्रापि कार्यं न कर्तुं शक्नोति, सूत्रस्य निरवकाशत्वं भवति. अतः इदानीम् अपवादरूपेण शप्न आगच्छति, ष्यन् एव आगच्छति इति. तर्हि ये धातवः दिवादिगणे सन्ति तत्र कर्तृशप् इति सूत्रस्य अपि प्रसक्तिः अस्ति, यतोहि कर्तृशप् तु सर्वेभ्यः धातु सर्वेषां धातूनां कृते भवति. परं दिवादिभ्यः ष्यन् इति सूत्रस्य अपि कार्यमस्ति, यतोहि सूत्रं लिखितमस्ति. तर्हि कस्य कार्यं भवति तत्र? अतः अपवादत्वेन वयं ज्ञातुं शक्नुमः यत् दिवादिभ्यः ष्यन् एव तस्य एव कार्यं भवति. यदि दिवादिभ्यः धातूनां कृते अपि कर्तृशप् इति सूत्रेण शप् आगच्छति तर्हि दिवादिभ्यः ष्यन् इति सूत्रं निरवकाशं भवति. अतः अपवादत्वेन दिवादिभ्यः ष्यन् इति सूत्रं कार्यं करोति. अस्तु, तर्हि सूत्रं पठतु. अस्तु, दिवादिभ्यः ष्यन् दिवादिगणे स्थितेभ्यः धातुभ्यः ष्यन् प्रत्ययः भवति. क कर्त्रार्थक सार्वधातुक प्रत्यये परे दिव आदिर्येषां ते दिवादयः बहुव्रीहि समासः तेभ्यः दिवादिभ्यः दिवादिभ्यः पञ्चम्यन्तं ष्यन् प्रथमन्तं द्विपदमिदं सूत्रम् कर्तरि शप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः प्रत्यय परश्च इत्यनयोः अधिकारः धातोर् नैकाचो हलादे क्रिया समविहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं दिवादिभ्यः धातुभ्यः ष्यन् प्रत्यय परश्च कर्तरि सार्वधातुके इत्युक्ते दिवादि गणस्य धातु अस्ति चेत् तस्मात् परात् कर्तरि कर्त्रर्थे सार्वधातुकप्रत्यय अस्ति चेत् तत्र ष्यन् प्रत्यय आदेश आगच्छति आगमः भवति खलु आम् अस्तु तर्हि दिवादिभ्यः षन् कर्तृशप् इति अपि वयं जानीमः तर्हि कर्तृशप् अपि भवति धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके दिवादिभ्यः धातुभ्यः षन् प्रत्ययः परश्च कर्तृसार्वधातुके इति एव अस्ति अस्तु तर्हि अग्रे महोदय धातु षन् प्रत्ययः सार्वधातुकम् अस्ति कथं जानीमः क्षम्यता षन् प्रत्ययः सार्वधातुकः अस्ति कथं जानीमः षित् अस्ति खलु केन सूत्रेण तिंशित् सार्वधातुकं सत्यं तर्हि अग्रे पठतु अयं षन् प्रत्ययः अस्तु अयं षन् प्रत्ययः षित् इति कारणतः तिंशित् सार्वधातुकम् इति सूत्रेण सार्वधातुकप्रत्यय तस्मात् कारणात् ष्यन् प्रत्यये परे सार्वधातुक आर्धधातुकयोः पुगन्तलघुपदस्य च इति सूत्राभ्यां गुणकार्यं विहितम् परन्तु ष्यन् अपित् अतः सार्वधातुकम् अपित् इति सूत्रेण नित्वत् भवति नित्वत् अतः निति च इति कारणतः यत्र यत्र गुणकार्यं विहितं तत्र तत्र निषेधम् अस्तु वयं जानीमः ष्यन् प्रत्यय सार्वधातुकप्रत्यय अस्ति तिंशित् सार्वधातुकसूत्रेण किन्तु अन्यत् सूत्र अपि अस्ति सार्वधातुकं क्षम्यतां सार्वधातुकम् अपित् इति इत्युक्ते सार्वधातुकम् अपित् वदति यत्र सार्वधातुकप्रत्यय अपित् अस्ति प्रत्यय नित्वत् भवति इदानीं तु ष्यन् अपित् अस्ति अतः सार्वधातुकम् अपित् सूत्रं कार्यं करोति प्रत्यय नित्वत् भवति निति च सूत्रं वदति प्रत्यय नित् कित् नित् कित् गित् नित् अस्ति चेत् तत्र गुणकार्यं निषेधं भवति इति. अतः गुणकार्यस्य प्रसक्तिः अस्ति यतोहि प्रत्यय सार्वधातुक अस्ति, किन्तु अपित् अस्ति नित्वत् अस्ति, अतः गुणकार्यं निषेधम् अपि अस्ति. सत्यं. तर्हि शप् इव शन् प्रत्ययः अपिषित् अस्ति, अतः गुणप्रसक्तिः भवति. परन्तु यथा शप् मध्ये पित् अस्ति, अत्र पित् नास्ति, अतः सार्वधातुकम् अपित् इति सूत्रेण नित्वत् भवति, निति च इति सूत्रेण गुणकार्यं न भवति. तर्हि दिवादिगणे अत्र गुणकार्यं न भवति इति प्रथमकार्यमस्ति. तर्हि अग्रे अग्रे अपि धन्यवादः महोदय. सार्वधातुकम् इति अपि सूत्रम् अस्माकं परिचितं सूत्रं, सार्वधातुकम् अपित् नित्. तर्हि सार्वधातुकप्रत्ययः यदि अपित् अस्ति तत् नित् एव नित्वत् भवति. तर्हि अत्र अतिदेशसूत्रमस्ति, अतिदेशसूत्रमस्ति तत्र सार्वधातुकम् अपित् नित्. निति च इति सूत्रं वदति यत् निति च कित् गित् नित् इति प्रत्ययः यदि कित् अस्ति वा गित् अस्ति वा नित् अस्ति चेत् तत्र गुणम् अथवा वृद्धिकार्यं न भवति इति सूत्रमस्ति. तर्हि अत्र षण् प्रत्ययः सार्वधातुकम् अपित् इति सूत्रेण पित् नास्ति, अतः नित्वत् भवति, निति च इति सूत्रेण गुणकार्यं वृत्तिकार्यं न भवति. अग्रे गच्छामः. अरुणा महोदय अग्रे पठतु. आं महोदय, प्रश्न उदेति यत् शन् प्रत्ययस्य आगमनात् प्राग् एव किमर्थं न गुणकार्यं भवतु, यथा दिव् धातुः तिप् योग धातु योगः तिप् योगः तिप् तिप् तु सर्वधातुकः, अतः अनेन किमर्थं न गुणः. उत्तरमस्ति यत् शन् शनः विधानं नित्यं, तिपः गुणकार्यम् अनित्यम् इति कारणेन गुणकार्यं निषिद्धम्. पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः परिभाषा अनेन पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् भवति, परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् भवति, नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत् भवति, अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत् भवति. अत्र तत्र प्रश्न उदेति किं शन् प्रत्ययस्य आगमात् पूर्वं तिप् इति एव गुणकार्यं न करोति इति प्रश्नः. तत्र उत्तरमस्ति शन् विधानं नित्यकार्यम् अङ्गकार्यं तु, ततः तिप् गुणकार्यम् अनित्य इति कारणेन गुणकार्यं निषिद्धं भवति. तर्हि महोदय अत्र अत्र भवती एव वदतु यत्र कथं नित्यं भवति. अत्र अत्र अङ्ग नित्य नित्यकार्यम् अन्तरङ्गकार्यं नित्य अत्र प्रथमम् अत्र अत्र लिखितमस्ति खलु श्यन् इति नित्यकार्यम् अस्ति, नित्यकार्यं तदेव. कथं कथं भवती, अहं न जानामि नित्यकार्यं किम् अस्ति, भवती एव मां वदतु. देवं सूत्रम् इनो कर्तृत्रे दिवादिभ्यः शन् इति कर्तृत्वे आगच्छति सूत्रं वदति, तदेव प्रथमं शन् प्रत्यय धातु अनन्तरम् आगच्छति, तदनन्तरं तिप् प्रत्यय आगच्छति. न वस्तुतः स्थिति वस्तुस्थिति का अस्ति, प्रथमं तु दिव् योगः तिप् एव भवति यथा मम अस्माभिः प्रथमं तु विवक्षारूपेण लकारः आगच्छति, तर्हि दिव् योगः लट्. इद तदनन्तरं लस्य तिप्तर्षि सिप्तस्त इति सूत्रेण दिव्योगः तिप् आगच्छति. तर्हि इदानीं दिव्योगः तिप् अस्ति, अस्यां स्थित्यां दिवादिभ्यः श्यन् इति सूत्रस्य अपि प्रसक्तिः अस्ति, तदनन्तरं पुगन्तलघुपदस्य च इति सूत्रस्यापि प्रसक्तिः अस्ति। तर्हि कथं जानीमः यत् दिवादिभ्यः श्यन् इति सूत्रस्य कार्यं प्रथमं भवति इति मम प्रश्नः अस्ति। प्रश्नः अवगच्छति वा? परन्तु दिवादिभ्यः श्यन् सूत्र संख्या 3169 तर्हि पुगन्तलघुपदस्य च इति सूत्रं परसूत्रमस्ति। परसूत्रम् तर्हि परसूत्रमस्ति चेत् तस्य कार्यं प्रथमं भवतु। देवादिभ्यशन् सूत्रं न उपयुज्यामः व्यर्थं भवति। न एतादृशं करोतु खलु, दिव्योगः तिप् अस्ति, प्रथमं तु पुगन्तलघुपदस्य च इति सूत्रं परसूत्रमस्ति, अतः तस्य कार्यं प्रथमं भवतु। देव् योगः तिप् इदानीं श्यन् भवति, देव् योगः श्यन् योगः तिप् तत्रापि सूत्रस्य प्रसक्तिः अस्ति खलु, दिवादिभ्यः शन्। तर्हि देव्योगः श्यन् योगः तिप् इति कृत्वा देव्यति इति रूपं करोतु, परन्तु देव्यति इति रूपं समीचीनं नास्ति। तर्हि कथं जानीमः यत् श्यन् प्रथमम् आगच्छति? अवगच्छति खलु समस्याम्? अवगच्छति खलु धातोः तिं प्रत्ययः साक्षात् पश्यति इति कारणेन वा महोदय? एकस्मिन् एव समये यदि सर्वे वदन्ति तर्हि अहं कथं जानामि? कः किं वदति? दाता अहं वदामि कर्तरीशब् दिवादिभ्यः श्यन् इति सूत्राभ्याम् इति सूत्रयोः अपवादं भवति। तर्हि कर्तरीशब् इति भवति अथवा दिवादिभ्यः श्यन् इति भवति, तत्र वयं अपवादरूपेण वयं ज्ञातुं शक्नुमः यत् दिवादिभ्यः शन् कर्तरीशप् इति प्रवाद्य कार्यं भवति। परन्तु इदानीं स्थितिः अस्ति यत् पुगन्तलघुपदस्य च दिवादिभ्यः इत्यनयोः सूत्रयोः मध्ये कस्य प्रसक्तिः प्रथमं भवति, कस्य कार्यं प्रथमं भवति? तर्हि नित्यं सूत्रं किम् अस्ति खलु? अन्यत्र प्रसक्तिः नास्ति, निरवकाशं भवति। एकनिमिष, सुमन् महोदय वदतु। अस्तु, नित्यं सूत्रं वदति, अन्य सूत्रस्य पूर्वमपि कार्यं कर्तुं शक्नोति, अनन्तरमपि कार्यं कर्तुं शक्नोति। इदानीम् अस्माकम् उदाहरणे दिव्योग श्यन् अस्ति, दिव्य भवति, नो चेत् दिव् तत्र पुगन्तलघुपदस्य कार्यं करोति चेत् देव् भवति। इदानीं तु देव् भवति चेत् अपि दिवादिभ्यः श्यन् कार्यं कर्तुं शक्नोति, पुगन्तलघुपदस्य कार्यस्य पूर्वं कर्तुं शक्नोति, अनन्तरमपि कर्तुं शक्नोति। अतः द्वयोः मध्ये दिवादिभ्यः श्यन् नित्यं सूत्रम् अस्ति, अतः तस्य अतः तत् सूत्रं बलवत् अस्ति। परन्तु दिवादिभ्यः श्यन् तत्रापि तस्यापि समये तत्रापि पुगन्तलघुपदस्य च इति अपि पूर्वमपि अनन्तरमपि कार्यं न कर्तुं शक्नोति वा? न, दिवादिभ्यः श्यन् कार्यं करोति चेत् दिव् योग श्यन् तत्र दिव्य भवति, दिव्य भवति चेत् आ, आ, आ, आ, आ, आ, पुगन्तलघुपदस्य कार्यं न कर्तुं शक्नोति, यतोहि उपधायां किमपि इक् वर्णः न भवति. तत्र लघु इक् आवश्यकं. दिव्य भवति चेत् उपधायां किमपि लघु इक् वर्णः न. वस्तुतः सर्वं सत्यम् अस्ति, एकमेव अस्ति तत्र. अस्तु, सर्वं 90% समीचीनमस्ति अहं वदामि तत्र. अस्तु, यदि प्रथमं पुगन्तलघुपदस्य च इति कार्यं करोति तर्हि दिव् योगः तत्र दिव् योगः दिव्योगः तिप् अस्ति. अत्र दिव्योगः तिप् मध्ये पुगन्तलघुपदस्य च प्रथमं कार्यं करोति, देव् इति भवति. देव्योगः तिप् इदानीं दिवादिभ्यः शन् इति आगत्य देव्योगः शन् योगः तिप् इति देव्यति इति रूपं भवति. तर्हि श्यन् दिवादिभ्यः श्यन् इति सूत्रेण श्यन् तस्य विधानं पुगन्तलघुपदस्य च पूर्वमपि भवितुं शक्नोति, अनन्तरमपि भवितुं शक्नोति, तत् सत्यं. परन्तु यदि शन् एकवारं यदि प्रथमम् आगच्छति दिव्योगः शप् योगः दिव्योगः शन् इदानीं दिव्योगः शन् एकवारं यदा आगच्छति तत्र पुगन्तलघुपदस्य च तत्र कार्यं न भवति, यतोहि तत्र शन् अपि तस्ति खलु, शन् अपि तस्ति. अतः तदपि अस्ति, आम् तदेव अस्ति अत्र. ओ, दिव्यमध्ये उपधा नास्ति इति नास्ति. दिव्योगः श्यन् यदि भवति तत्र अपि पुगन्तलघुपदस्य च कर्तुं कार्यं तत्र प्रसक्तिः भवति, परन्तु तत्र अपि तस्ति अतः कार्यं न भवति. अतः यदि श्यन् प्रथमम् आगच्छति तर्हि पुगन्तलघुपदस्य तस्य कार्यम् अनन्तरं न भवितुं शक्नोति. परन्तु पुगन्तलघुपदस्य च इति यदि प्रथमम् आगच्छति तर्हि श्यन् तत्र अनन्तरम् आगन्तुं शक्नोति. आहत्य शन् तस्य विधानं पूर्वमपि भवति अनन्तरम् अपि भवति, परन्तु पुगन्तलघुपदस्य च इति सूत्रस्य विधानं पूर्वमेव भवितुं शक्नोति, अनन्तरं न भवति. एतत् कृत्य दिवादिभ्यः श्यन् इति सूत्रं नित्यसूत्रमस्ति. अतः यद्यपि पुगन्तलघुपदस्य च इति सूत्रं परसूत्रमस्ति, तथापि नित्यत्वात् दिवादिभ्यः शन् इति सूत्रस्य कार्यं प्रथमं भवति. एकवारं दिवादिभ्यः शन् इति सूत्रस्य कार्यं भवति तदनन्तरं पुगन्तलघुपदस्य च इति सूत्रस्य कार्यं भवितुमेव न शक्नोति, यतोहि तत्र अपि तस्ति. अतः गुणकार्यं न भवति. शन् प्रथमं शन् भवति, अन्यथा प्रथमं यत् विकरणप्रत्ययः अस्ति तद् भवति, तदनन्तरं यत्किमपि गुणकार्यमपि अस्ति वा न वा कर्तुम् इच्छक्नोति वा न वा इति अनन्तरं भवति नित्यत्वात्. तर्हि कृत अकृतप्रसङ्गी यस्य कार्यं भवति तत् नित्यं. तर्हि अत्र पुगन्तलघुपदस्य च कृत् प्रसङ्गी अथवा अकृतप्रसङ्गी उभयत्र दिवादिभ्यः श्यन् इति सूत्रं कार्यं कर्तुं शक्नोति. अतः दिवादिभ्यः श्यन् इति सूत्रं नित्यं, नित्यत्वात् तस्य कार्यं प्रथमं भवति यद्यपि अन्यसूत्रं परसूत्रं भवति. तर्हि अत्र अस्ति सर्वदा जनाः वदन्ति खलु परसूत्रं परसूत्रं परसूत्रं, परन्तु परसूत्रं तदैव भवति यत्र विप्रतिषेधं भवति. यत्र नित्यत्वा यदि नित्यं भवति चेत् परसूत्रम् अस्ति पूर्वसूत्रम् अस्ति तस्य किमपि महत्त्वं नास्ति. यत् सूत्रं नित्यं तस्य कार्यं भवति इति अस्ति. अस्तु, सर्वे अवगच्छन्ति वा? आं महोदय. अस्तु, तर्हि अग्रे अरुणा महोदय अग्रे पठतु नित्यम्. महोदय अरुणा अहमेव पठामि. नित्यं नित्यं कृताकृतप्रसङ्गी यः विधिः भवति सः नित्यः इति उच्यते. समानकाले समानस्थले द्वयोः सूत्रयोः प्रसक्ति अस्ति इति चिन्तयतु. द्वयोर्मध्ये एकस्य सूत्रस्य प्रवृत्तिः कार्यता तदन्तरमपि अपरस्य सूत्रस्य पुनः प्राप्तिः अस्ति चेत् तस्यां दशायां यत् अपरं सूत्रम् अस्ति तत् नित्यसूत्रम् इत्युच्यते. नित्यं नाम तस्य प्रसक्तिः पूर्वमपि आसीत् अनन्तरमपि आसीत् अस्ति. यदा किञ्चन सूत्रं नित्यम् अस्ति तदा तत् सूत्रं प्रथमम् एव प्रवर्तनीयं नित्यम् इत्यस्मात् कारणात् बलवत्. अतः पूर्वसूत्रं नित्यम् अस्ति चेत् पूर्वसूत्रं सति अपि पूर्वम् आयाति. तदेव वयं चर्चितवन्तः नित्यम् इति किं नित्यम् इति दत्तं. कृताकृतप्रसङ्गी यः विधिः भवति सः नित्यः इत्युच्यते. कृताकृतप्रसङ्गी इति किमर्थं महोदय? कृत अकृत नाम अन्यसूत्रं कार्यं करोति अथवा न करोति. अपरसूत्रस्य प्रथमसूत्रं कार्यं करोति न करोति. अपरसूत्रस्य तु प्रसक्तिः उभयत्र भवति. नाम पुगन्तलघुपदस्य च कार्यं करोति नाम कृत् प्रसङ्गी न करोति अथवा अकृत् प्रसङ्गी. उभयत्र किमपि भवेत् शन् प्रत्ययः तु भवति एव. अतः दिवादिभ्यः शन् इति सूत्रं नित्यम्. धन्यवादः महोदय. समानकाले द्वयोः सूत्रौ समानकाले समानस्थले प्रसक्तिः अस्ति चेत् नित्यम् इति सूत्र दर्शनीयम्. द्वयोर्मध्ये एकस्य क्षम्यतां महोदय. तर्हि प्रथमं सर्वदा अस्माभिः द्रष्टव्यम् अपवादः अस्ति चेत् अस्ति न वा. अपवादः अस्ति चेत् तस्य कार्यं प्रथमं. तदनन्तरम् अस्माभिः द्रष्टव्यम् अन्तरङ्गम् अस्ति न वा. अन्तरङ्गम् अस्ति चेत् तस्य कार्यं प्रथमं. तदनन्तरम् अस्माभिः द्रष्टव्यं यत् नित्यम् अस्ति न वा. नित्यम् अस्ति चेत् तस्य कार्यं. तदनन्तरम् अस्माभिः विप्रतिषेधं द्रष्टव्यम्. विप्रतिषेधे यदि परसूत्रम् अस्ति तस्य कार्यं प्रथमम्. तदेव दत्तमत्र नित्यं नाम तस्य प्रसक्तिः पूर्वम् अपि आसीत् अन्तरम् अपि अस्ति. तदेव पुगन्तलघुपदस्य अत्र न भवितुं शक्यते, भवितुं न शक्नोति. तिप् अस्ति चेत् गुणकार्यं भवति. शन् प्रति आगत्य अनन्तरं गुणकार्यं न कर्तुं शक्नोति. तदा किञ्चन सूत्रं अष्टम् अस्ति तदा तत् सूत्रं प्रथममेव प्रवर्तनीयं. तदेव देवादिभ्यशन् प्रथमं कर्तव्यं न. तर्हि शन् प्रत्ययस्य विधानेन पुगन्तलघुपदस्य च इति सूत्रं तस्य कार्यं न भवति, अकृत् भवति, कार्यं न भवति. परन्तु पुगन्तलघुपदस्य च इति सूत्रेण दिवादिभ्यशन् इति सूत्रस्य किमपि तत्र प्रभावः न भवति. तत्तु आगन्तुं शक्नोति. अतः दिवादिभ्यशन् नित्यम् प्रथममेव. अस्तु अग्रे तर्हि आहत्य तर्हि आहत्य दिवादिगणे शन् विहितः शन् च नित्वत् अस्य एकः परिणामः गुणनिषेधः. परन्तु प्रत्ययस्य निद्वत् च अभावेन केवलं गुणनिषेधः सिद्धः इति न. तस्य अनेके प्रभावाः सन्ति. तेषु त्रयः प्रमुखाः अधो लिखिताः. अत्र दत्तं दिवादिभ्यशन् इति विहितः शन् इति निद्वत् इति दत्तम्. अत्र किमर्थं नित्वत् इति कार्यं किं कार्यं करोति? एकपरिणामः गुणनिषेधः. परन्तु नित्प्रत्ययकार्याणि त्रिविधम् अस्ति. तत्रैव त्रेषु त्रयः चर्चितवन्तः. अग्रे गुणनिषेध कोऽपि स्मरति वा अन्यकार्यं किमस्ति एकं गुणनिषेधः? तदेव सम्प्रसारणं भवति. सम्प्रसारणं भवति इति एकं कार्यमस्ति. तर्हि अस्माभिः भवादिगणेव पठितं खलु यत्र कित् अस्ति अनित् अस्ति चेत् सम्प्रसारणं भवति. तरी यथा प्रत्ययः कित् अस्ति नित् अस्ति तस्य एकं तु गुण अथवा वृद्धिनिषेधः तत्तु कार्यम् अस्ति. परन्तु एकम् अन्यं कार्यमस्ति सम्प्रसारणम् अपि अस्ति. अतः दिवादिगणे बहुत्र सम्प्रसारणं वयं द्रष्टुं शक्नुमः. ध्वादिगणे तु सम्प्रसारणं नास्ति, यतोहि शप् प्रत्ययः णित्वत् नास्ति, अतः तत्र सम्प्रसारणस्य आवश्यकता एव नास्ति. परन्तु इदानीं दिवादिगणे बहुत्र वयं सम्प्रसारणस्य वयं सम्प्रसारणं द्रष्टुं शक्नुमः. अस्तु, तर्हि धन्यवादः महोदय. धन्यवादः मदर् महोदय, पठतु अग्रे. आं महोदय, यः कोऽपि प्रत्ययः कित् नित् वा भवति तं प्रत्ययं निमित्तीकृत्य पूर्वं स्थिते अङ्गे यथासङ्गं त्रीणि विशिष्टकार्याणि प्रवर्तनीयानि. त्रीणि मुख्यकार्याणि अस्ति यदि प्रत्यय ङित्वा अस्ति चेत्. प्रथमकार्यम् अङ्गान्ते उपधायां च इकः गुणः निषेधः. दिवादौ पीयोगः ष्यन् योगः ते पीयते, पुष् योगः ष्यन् योगः ति पुष्यति, ङिति च इति. प्रथमकार्यम् अत्र गुणनिषेधः भवति. पीयोगः ष्यन् योगः ते अत्र पीयते इति रूपं भवति. पुष्योगः ष्यन् पुष्यते, अत्र गुणकार्यं न भवति महोदय, अतः पुष्यते इति एव भवति नित्वत्. द्वितीयम् अस्ति अनिदित् धातूनाम् उपधायाम् इन् लोपः. येषां धातूनाम् इत् संज्ञकः इत् ह्रस्व इकारः नास्ति तेषां धातूनाम् उपधायां नकारः अस्ति चेत् तस्य लोपो भवति. ब्रंश् योगः ष्यन् योगः ति भ्रंश्यति. ब्रंश् योगः ष्यन् योगः शत्रु भ्रश्यत्. अनितित् तां हल उपधाया निति. द्वितीयं कार्यम् अस्ति यदि धातु इदित् नास्ति चेत् इदित् अस्ति चेत् नकार आगमः भवति महोदय. न इदित् अस्ति चेत् नकारस्य लोपः भवति. अतः अत्र ब्रंश्योः शन् योगः ति अस्ति, अत्र नकारस्य लोपः भवति. भ्रंश्यति इति भवति. भ्रंश्योगः शन् योगः शत्रु अपि नकारलोपः भवति, भ्रश्यत् इति भवति. तृतीयकार्यमस्ति कित् अथवा णित् प्रत्ययः परे अस्ति चेत् यदि धातुः अनिदित् अस्ति, नाम तत्र इत् इति ह्रस्व इकारस्य यदि इत् संज्ञा नास्ति, तर्हि तत्र उपधायां यत् नकारः अस्ति, यदि नकारः अस्ति तस्य लोपः भवति. तर्हि अत्र भ्रंश्योगः ष्यन् योगः ति, अत्र ष्यन् इति अस्ति कित् णित्वत् अस्ति, अनन्तरं भ्रंश् मध्ये नकारः अस्ति, अत्र वस्तुतः अनुस्वारः नकारः एव अस्ति, उपधायाम् अनुस्वारः अस्ति, नकारः अस्ति, भ्रंश् इति इदित् अपि नास्ति, अनिदित् अस्ति, अतः निमित्तत्रयम् अस्ति, इदित् अस्ति न वा, उपधायां नकारः अस्ति न वा, प्रत्ययः णित् कित् अस्ति न वा. यदि त्रीणि निमित्तानि यदि भवन्ति तर्हि नकारस्य लोपः भवति इति सूत्रं वदति. अतः भ्रंशति तत्र भ्रंश्यति इति न भवति, भ्रश्यति इति भवति, नकारस्य लोपं भवति. अस्तु महोदय, अग्रे पठतु. सम्प्रसारिणां धातूनां सम्प्रसारणं. यन् स्थाने इक् आदेशः, यन् सन्धौ यदा भवति तस्य विपरीतक्रमः किति ङिति प्रत्यये परे. व्यद् योगः ष्यन् योगः ति विद्यति. ग्री ज्या वै व्यति वष्टि विचति वृश्चति पृच्छति वृज्जतीनां नितिः च. सम्प्रसारकार्यमे अपि एतत् नित् नित् इति अस्य प्रसक्तिः अस्ति यत्र यन् स्थाने सम्प्रसारणे इत्युक्ते यन् स्थाने इक् आदेशः भवति तत् यन् सन्धेः विपरीत सन्धि भवति यदि ङित् कित् अस्ति चेत् सम्प्रसारणं भवति अत्र एक उदाहरणमस्ति व्यद् योगः शन् योगः ति व्यद् विद्यते इति रूपं ओ विपरीतकार्यं भवति अत्र विपरीतकार्यं इकारः भवति अत्र शन् इति अत्र शवत् अस्ति नित्वत् अस्ति अतः व्यध् मध्ये सम्प्रसारणं भवति विध्यति इति भवति विध्यति इति भवति अग्रे अग्रे व्यध् मध्ये एतत् सूत्रेण अत्र व्यध् मध्ये सम्प्रसारणं भवति किल महोदय ग्रही ज्या वहि व्यधि वृष्टि इति सूत्रेण अत्र ग्रही ज्या वहि व्यधि ज्या व्यधि व्यधि व्यधि लिखितमस्ति खलु आम् अतः अत्र सम्प्रसारणं भवति अन्यानि कित् ङित् निमित्तिकानि कार्याणि यथासङ्गं वक्ष्यन्ते सम्प्रति धातूनाम् आयोजनशैली एकवारं स्मरणीया एकैकस्मिन् पाठे अनया शैल्या धातूनां चिन्तनं प्रवर्तिष्यते व्यद् तत्र वकार अपि अस्ति यकार अपि अस्ति कस्य सम्प्रसारणं भवति तर्हि तत्र सम्प्रसारणात् च इति एकं सूत्रमस्ति इदानीमेव अस्मिन्नेव पाठे वयं पठामः तत्र सूत्रं वदति यत् यत्र यत् अनन्तरं यत् अस्ति तस्य सम्प्रसारणं तत्र पठामः सम्यक् अस्ति अत्र वकारस्य अपि सम्प्रसारणं भूत्वा उ भवितुं शक्नोति यकारस्य अपि सम्प्रसारणं भूत्वा इ भवितुं शक्नोति तर्हि कथं जानीमः कस्य भवति अत्र अनन्तरं यदस्ति तस्य भवति इतोपि एकं प्रश्नमस्ति इतोपि एकं प्रश्नमस्ति तत् कोऽपि प्रायः न पश्यति अत्र व्यद् मध्ये किमस्ति व य अ ध अस्ति खलु अत्र यकारस्य स्थाने इ आगत्य व इ अ ध इति भवति खलु तत्र मध्ये अकारः कुत्र गच्छति अकारः तत्र लोपः भवति अतः एव तत्र व्यद् इति द्विद् इति भवति यकारस्य स्थाने इकारः सत्यं तत्र तदपि वयम् अग्रे पठामः अत्र सम्प्रसारणे इकारः अपि आगच्छति तदनन्तरम् अकारः अपि अस्ति परन्तु अत्र सम्प्रसारणे तद् अकारस्य लोपः भवति यत् इकारः पूर्वम् आगच्छति तदेव तिष्ठति अतः विधति भवति तदपि वयम् अग्रे पठामः तर्हि सम्प्रसारणे अपि बहूनि कार्याणि सन्ति इति वयम् अग्रे अस्तु धन्यवादः मल्लर् महोदय तर्हि इदानीं कोऽपि अस्ति वा यत् येन न पठितम् आं महोदय अहम् अस्मि रघुपतिमहोदय खलु आं महोदय अस्तु धातवः चतुर् धातवः चतुर्दशविधाः एकवारं धातूनाम् आयोजनपद्धतिः का किमर्थं च इति स्मरणीया वयं जानीमः यत् पाणिनेः सूत्राणि आधारीकृत्य प्रातिपदिकानि तदन्तपदम् अनुसृत्य आयोजितानि पुंसि अकारान्तशब्दाः देव इव इकारान्तशब्दाः मुनिः इव उकारान्तशब्दाः गुरु इव ऋकारान्तशब्दाः कर्तृ इव स्त्रियां लता नदी मति धेनु मातृ क्लीबे वन मधु वारि अपि तथा नाम देवशब्दः बहूनां शब्दानां प्रतिनिधिः अतः देवशब्दं जानीमश्चेत् बहून् शब्दान् जानीमः एव अपि च प्रकृतिदृष्ट्या सिद्धान्तकौमुद्यां प्रातिपदिकानां कृते तादृशी व्यवस्था अस्ति एव रामशब्दस्य व्युत्पत्तिः प्रदर्शिता इयं च व्युत्पत्तिः सर्वेषाम् अकारान्तपुल्लिङ्गशब्दानां कृते प्रतिनिधिः तथैव अग्रे अपि सर्वेषां प्रातिपदिकानां कृते अग्रे पठामि वा महोदय तर्हि अत्र किञ्चित् किमपि नास्ति यथा वयं जानीमः खलु प्रातिपदिकेषु प्रातिपदिकेषु अन्तिमवर्णम् अनुसृत्य वयं समूहान् कर्तुं शक्नोमि तर्हि अकारान्तपुल्लिङ्ग् तस्य एकः समूहः इकारान्तस्त्रीलिङ्ग् एकसमूहः तर्हि यदि तस्मिन् समूहे यदि वयम् एकस्य प्रातिपदिकस्य यदि वयं रूपं जानीमः तर्हि सर्वसमूहे ये प्रातिपदिकाः सन्ति तेषां रूपं वयं ज्ञातुं शक्नुमः इति अस्ति तर्हि इत्युक्तौ वयं जानीमः अत्र व्याकरणे वयं सर्वं जानीमः परन्तु अग्रे किमस्ति पठतु परन्तु यद्यपि धातूनां कृते अपि पाणिनीयसूत्राणि तथैव व्यवस्थापितानि तथापि एतावता केनापि तादृशम् आयोजनं न कृतम् न सिद्धान्तकौमुद्यां न वा अन्यत्र अधुना एव प्रथमवारम् ऐतिहासिकी पद्धतिः अक्रियत मात्रा दीक्षितपुष्पया तया सर्वे द्विसहस्रधातवः चतुर्दशसु भागेषु विभक्ताः नव अजन्तधातूनां श्रेण्यः पञ्च च हलन्तधातूनां श्रेण्यः अजन्तधातवः अन्यक्रमेण आयोजिताः हलन्तदातवः उपदाक्रमेण विभक्ताः सोरि अजन्तदातवः अन्त्यक्रमेण आयोजिताः हलन्तदातवः उपदाक्रमेण विभक्ताः किमर्थं तथा पाणिनेः सूत्राणि तथा सन्ति अजन्तदातूनां कृते सूत्राणां कार्यम् अन्तिमस्वरस्य स्वरम् अनुसृत्य भवति अतः मात्रा एवमेव रीत्या अजन्तदातवः विभक्ताः यथा अकारान्ताः आकारान्ताः इकारान्ताः ईकारान्ताः उकारान्ताः उकारान्ताः ऋकारान्ताः ऋकारान्ताः एजन्तः च हलन्तधातूनां कृते पाणिनेः सूत्राणां कार्यम् उपदाम् अनुसृत्य भवति नाम अन्तिमवर्णात् प्राक् यः वर्णः तम् अनुसृत्य इति अतः तत्र हलन्तधातूनां कृते अदुपदाः इदुपदाः उदुपदाः ऋदुपदाः शेषधातवः च इति अत्र यद्यपि सिद्धान्तकौमुद्यां प्रातिपदिकस्य अन्तिम स्वराधारेण व्यवस्था अस्ति परन्तु धातूनां कृते पाणिनीयसूत्राणि तथैव अस्ति परन्तु केनापि एतादृशम् आयोजनं न कृतं येन अन्तिमवर्णम् अनुसृत्य अथवा उपादायम् अनुसृत्य कार्यं कथं भवति इति तस्य तादृश रीत्या पद्धत्या कोऽपि अत्य पदानां व्युत्पत्तिः न कृता तिगन्तेषु इदानीं प्रथमवारं पुष्पदीक्षितायाः एव तादृशी पद्धतिः अनुसृता अस्ति तया मात्रा एवमेव अजन्तदातवः विभक्ता अन्तिम अजन्तदातूनां कृते सूत्र किमर्थमिति चेत् अजन्तदातूनां कृते सूत्राणां कार्यम् अन्तिमस्वरम् अनुसृत्य भवति अपि च अन्तिमधातूनाम् अनुसृत्य भवति अतः मात्रा एवं रीत्या अजन्तधातून् एवं विभक्ता कृता मात्रा अकारान्त आकारान्त ईकारान्त ईकारान्त उकारान्त ऋकारान्त ऋकारान्त अपि च एजन्तदातवः. हलन्तदातूनां कृते यः वर्णः अस्ति, उपदास्वरः अस्ति, तेन आधारेण कृता मात्रा. अत्र हलन्तदातूनां कृते अदुपद अत् ह्रस्व अकार, ह्रस्व इकार, ह्रस्व उकार, ऋकार, अपि च अने सर्वे शेषदातवः इति अस्ति. तर्हि यद्यपि प्रातिपदिकानां कृते अन्तिमवर्ण अनुसारं समूहीकरणं तु सर्वे जानन्ति, सैद्धान्तकौमुद्यमपि भवति, परन्तु धातूनां कृते एतावत्पर्यन्तम् एतादृशम् आयोजनं केनापि न कृतं. परन्तु पुष्पादीक्षितमहोदयायाः प्रथमवारेण धातूनां कृते अपि एतादृशम् आयोजनं कृतं, यतोहि धातूनां कृते अपि यानि यानि सूत्राणि सन्ति तानि अपि तावदेव सन्ति. तत्र अजन्तधातवः सन्ति चेत् अन्तिम वर्णम् अनुसृत्य ते सूत्राणि कार्यं कुर्वन्ति. हलन्तधातूनां कृते उपधावर्णं किम् अस्ति तत् वर्णम् अनुसृत्य कार्यं भवति. अतः धातूनां कृते अपि पुष्पादीक्षितमहोदया चतुर्दशश्रेण्याः कृताः. तत्र अजन्तधातुः अस्ति चेत् तत्र इकारान्त आकारान्त इकारान्त ऋकारान्त एजन्त. हलन्तधातुः अस्ति चेत् उपधायां लघु अकारः, लघु ह्रस्व अकारः, ह्रस्व इकारः, ह्रस्व उकारः, ह्रस्व ऋकारः, शेषधातुः इति अस्ति. तर्हि एतादृशम् आयोजनं भवति, अतः महान् सौलभ्यं भवति कार्ये अनन्तरं वयं पठामः. अस्तु, अग्रे पठतु महोदय. तत्र अकार आकारयोः द्वे, उकार ऊकारयोः द्वे, अनन्तरं ऋकार दीर्घ ऋकारयोः द्वे षड् आगच्छति, अनन्तरं ऋकारः आगच्छति सप्त आगच्छति, अनन्तरम् अष्ट नवम पूर्वमेव एक करपत्रम् अस्ति भगिनि, डीटेल्ड् वर्णं न अजन्त धातूनां चतुर्दशविभक्ति विभजितः इति एकः करपत्रम् अस्ति किल महोदय. आम्, परन्तु अत्र प्रश्नः सङ्ख्या एव. अधुना दिवादिगणे सारदकलकाराणां रूपाणि कथं भवन्ति इति वीक्षताम्. दिवादिगणः प्रथमधातुगणसमूहे नाम अस्मिन् गणे अङ्गं सर्वत्र अदन्तम्. षण् प्रत्ययस्य शकारस्य इत्संज्ञा लशकतद्यते इति सूत्रेण, नकारस्य इत्संज्ञा हलन्तमिति सूत्रेण, तस्य लोपः इत्यनेन तयोः लोपः यः य इति अवशिष्यते. दीवादिगणीयः धातुः यः यः कोऽपि भवतु नाम अङ्गस्य अन्ते य इत्यस्य अकारः भवति एव, यथा नृत् योग य नृत्य इति. अत्र दिवादिगणीयधातोः आदन्ताङ्गमस्ति. किमर्थमिति चेत् तत्र अन्तिम यकार अस्ति, अत्र अन्ते अकार श्रूयते, अकार अस्ति, अतः सर्वत्र अङ्गम् अदन्तमङ्गम् एव भवति. अग्रे पठामि वा? न, शन् मध्ये शकारस्य लशको तद्धिते इति सूत्रेण इत्संज्ञा, नकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा, अतः य इति एव अवशिष्यते य. अत्र अधुना इति विकरणप्रत्ययस्य लौकिकरूपम् अस्ति य. य इति हलादिप्रत्ययः अस्ति, अजन्तप्रत्ययः अस्ति, अतः कोऽपि दिवादिगणे कोऽपि धातुः भवेत् सर्वदा अन्ते य इति आगच्छति, अदन्त इति अङ्गं भवति. अदन्त द्वादिगणीय इव अङ्गम् अदन्तमस्ति, अतः अदन्त अङ्गानां कृते तिङ्गप्रत्ययाः ये सिद्धातिङ्गप्रत्ययाः सन्ति ते अत्र अपि आगच्छन्ति. अस्तु, तर्हि इदानीं समयः समाप्तः. अग्रिमरविवासरे प्रायः वर्गः न भविष्यति, यतोहि तत्र लाङ्ग् वीकेण्ड् अस्ति, अतः प्रायः वर्गः न भविष्यति. अहम् ई पत्रं पश्यामि यदि वर्गः भविष्यति, परन्तु प्रायः अग्रिमरविवासरे जुलै मासस्य पञ्चमदिने तत्र वर्गः न भविष्यति. अस्तु, पश्चिमे प्रश्नः अस्ति वा? नास्ति चेत् विरामः विरमामः इदानीं. धन्यवादः. किं किं धन्यवादः महोदय. प्रेषयामि, परन्तु प्रायः न भविष्यति इति वदामि. प्रायः इति उक्तवान् खलु, अतः एव प्रेषयामि. अहं प्रेषयामि महोदय. एकः अन्यप्रश्नः अस्ति महोदय. सङ्ख्यामध्ये चतुर्नवति त्रिनवति इति आगच्छति किल, अत्र रसाभ्यन्नोन्नः इति सूत्रं कार्यं न करोति वा? तत्र भिन्नमस्ति, भिन्नमस्ति महोदय. तत्र प्रश्नः सम्यक् अस्ति, किमर्थं समासं महोदय कुत्रचित् तत्र कार्यं न भवति, यथा समासम् अपि अधिक भवति न वा? तत्र विशिष्टसूत्राणि सन्ति महोदय. तत्र सर्वत्र ऋषाभ्यां नोणः कार्यं भवति इति नास्ति. सहस्रनामम् इति वदामः चेत् अपि सहस्रर तदनन्तरं नाम इति नकारं श्रूयते किल, अत्रापि नकारं नास्ति, नकार एव किल. अतेव तत्रापि समासमस्ति, समासस्य कृते भिन्नसूत्राणि सन्ति महोदय. रसाभ्यां नोणः एतदपि अयमपि समासः वा भवति? आं, समस्तपदमस्ति. द्विगु वा महोदय? तु नास्ति, द्विगु कथम् अस्ति? द्विगु समासः अस्तु जि. शुभदिनं, धन्यवादः. कर्मधारय नास्ति महोदय. दिगु द्वन्द्वः न, दिगु समासय इति द्वन्द्व अस्ति वा? एकं तत्र एकविंशतिः, एकं च विंशतिः च एकविंशतिः, प्रायः द्वन्द्वः भवति वा? त्रिनवति इत्युक्ते त्रयाणाम् अपि न आगच्छति. त्रयाणां नवति इति किमपि नास्ति वा? द्विगु नास्ति प्रायः, नास्ति. अत्र न सम्मकारद्वन्द्वः नास्ति. आमाम्, अस्तु भगवति. धन्यवादः धन्यवादः धन्यवादः धन्यवादः.